पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 31 भीष्म उवाच भगवन्महदाश्चर्यं बाष्कलेर्बन्धनं हि यद कृतं त्रिविक्रमं रूपं यदा संयमितो बलि येदन्मया श्रुतं पूर्वं कथ्यमानं द्विजोत्तमैः पादाले वसतेद्यापि वैरोचनसुतो बलि नागतीर्थं यथाभूतं पिशाचानां तु सम्भवं शिवदूती कथं चात्र केनेयं मङ्गलीकृता अन्तरिक्षे पुष्करं तु केन नीतं महामुने ये ददाचक्ष्व मे सर्वं यथा बाष्कलिबन्धनं भूमिप्रक्रमणं पूर्वं कृतं देवेन विष्णुना द्वितीये कारणं किं च येन देवश्चकारः तत्त्वतस्त्वं हि तत्सर्वं यथाभूतं तथा वद पापक्षयकरं ह्येदश्रोतव्यं भूदिमिच्छदा पुलस्त्य उवाच प्रश्नभारस्त्वया राजन् कौतुका देवकीर्तितः कथयामि हि तत्सर्वं यथाभूतं नृपोत्तमा विष्णोः पदानुषङ्गेण बन्धनं बाष्कलेरिह श्रुतं तद्भवदा सर्वं मया दे परिकीर्तितम् भूयोऽपि विष्णुना भीष्मप्राप्ते वैवस्वतें तरे त्रैलोक्यं बलिनाक्रान्तं विष्णुना प्रभविष्णुना गत्वा त्वेकाकिना यज्ञे तथा संयमितो बलि भूयोऽपि देवदेवेन भूमेः प्रक्रमणं कृतं प्रादुर्भावो वामनस्य तथा भूतो नराधिप पुनस्त्रिविक्रमो भूत्वा वामनो भूदवामनः उत्पत्तिरेषा ते सर्वा कथिता कुरु नन्दन नागानां तु यथा तीर्थं तच्छृणुष्व महाव्रत अनन्दो वासुकिश्चैव तक्षकश्च महाबलः कर्कोटकश्च नागेन्द्रपद्मश्चान्यः सरीसृपः महापद्मस्तथा शङ्खकुलिकश्चापराजितः येदे कश्यपदा यादा येदैरापूरितं जगद येषां तु प्रसूत्या तु इदमापूरितं जगद कुटिलाभिमकर्माणस्तीक्ष्णस्याश्च विशोल्बणाः दष्ट्वा मन्दांश्च मनुजान् कुर्योर्भस्मक्षणात्तु ते तद्दर्शनात् भवेन्नाशो मनुष्याणां नराधिप अहन्यहनि जायेदक्षयः परमदारुणः आत्मनस्तु क्षयं दृष्ट्वा प्रजा सर्वा समं तदः जग्मुशरण्यं शरणं ब्रह्माणं परमेश्वरम् इममेवार्थमुद्दिश्य प्रजा सर्वा महीपते ऊजुकमलजं दृष्ट्वा पुराणं ब्रह्मसंज्ञकम् प्रजावूचुः देवदेवेश लोकानां प्रसूदे परमेश्वर त्राहि नस्तीक्ष्णदंष्ट्राणां भुजङ्गानां महात्मनां दिने दिने भयं देव पश्याम कृपणाभृशं मनुष्य पशुपक्ष्यादि तत्सर्वं भस्मसाद्भवेद् त्वया सृष्टिकृता देव क्षीयते दु भुजङ्गमैः ये तज्ज्ञात्वा यदुचितं तत्कुरुष्व पितामह ब्रह्मोवाच अहं रक्षां विधास्यामि भवतीनां न संशयः व्रजध्वं स्वनिकेतानि नीरुजो गतसाध्वसाः एवमुक्ते प्रजा सर्वा ब्रह्मणाव्यक्रमूर्तिना आजग्मुः परमप्रीता स्तुत्वा चैव स्वयम्भुवम् प्रयातासु प्रजास्वेवं तानाहूय भुजं गमान् शशापरमक्रुद्धो वासुकिप्रमुखांस्तदा ब्रह्मोवाच अहन्यहनि भूतानि भक्ष्यं ते वै दुरात्मभिः नश्यन्ति तुरगैर्दष्टा मनुष्याः पशवस्तथा यस्मान्मत्प्रभावान्नित्यं क्षयं नयधमानुषान् अतोऽन्यस्मिन् भवे भूयान् मम कोपास्सुदारुणाद् भवतां हि क्षयो घोरो भावि वैव स्वदेन्दरे तथान्यसोमवंशीयो राजा वै जनमे जयः दक्ष्यते सर्पसत्रेण प्रदीप्ते हव्यवाहने मादृश्वसुश्च तनयां स्तार्क्ष्यो वो भक्षयिष्यति एवं वो भविता नाश सर्वेषां दुष्टचेदसां शप्त्वा कुलसहस्रं तु यावदेकं कुलं स्थितम् एवमुक्ते तु वेपं तो ब्रह्मणा भुजगोत्तमाः निपत्य पादयोस्तस्य इदमूचुर्वचस्तदा भगवन्कुटिला जातिरस्माकं भूतभावन विशोल्बणत्वं क्रूरत्वं दन्तशूकत्वमेव च सम्पादितं त्वया देव इदानीं शपसे कथं ब्रह्मोवाच यदि नाम मया सृष्टा भवन्धकुटिलाशयाः तथ किं बहुना नित्यं भक्षयध्वं गतव्यथाः नाकावूजुः मर्यादां कुरु देवेशस्थानं चैव पृथक् पृथक् मनुष्याणां तथास्माकं समयं देवकारय शापो यो भवदा दत्तो मनुष्यो जनमे जयः नाशं नः सर्पसत्रेण उल्बणं च करिष्यति ब्रह्मोवाच जरत्कारुरिति ख्यातो भविदा ब्रह्मवित्तमः जरत्कन्या तस्य देया तस्यामुत्पत्स्यते सुधः रक्षां कर्ता स वो विप्रो भवतां कुलपावनः तथा करोमि नागानां समयं मनुजैः सह तदेकमनसः सर्वे शृणुध्वं मम शासनम् सुतलं वितलं चैव तृतीयं च तलातलम् दत्तं च त्रिप्रकारं वो गृहं तत्र गमिष्यथ तत्र भोगान् बहुविधान् भुञ्जाना मम शासनाद् तिष्ठध्वं सप्तमं यावत्कालं तं तु पुनः पुनः तदो वैवस्वदस्यादौ काश्यपेयो भविष्यति दायादः सर्वदेवानां सुपर्णः सर्पभक्षकः तदा प्रसूदिसर्पाणां दग्धा वै चित्रभानुना भवतां चैव सर्वेषां भविष्यति न संशयः ये ये क्रूरा भोगिनो दुर्विनीतास्तेषामन्दो भाविदा नान्यधैतद कालव्याप्तं भक्षयध्वं च सत्त्वं तथापकारे च कृते मनुष्यं मन्त्रौषधैर्गारुडैश्चैव तन्त्रैर्बन्धैर्जुष्टा मानवा ये भवन्ति तेभ्यो भीदैर्वर्तितव्यं न चान्यचित्ते कार्यं चान्यथा वो विनाशः इति रिते ब्रह्मणा वै भुजङ्गा जग्मुस्थानं सुदलाख्यं हि सर्वे तस्तुर्भोगान् भुञ्जमानाश्च सर्वे रसातले लीलया संस्थितास्ते एवं शापं तुदे लब्ध्वा प्रसादं च चतुर्मुखात् तस्तु पादालनिलये मुदितेनान्तरात्मना तद कालान्तरे भूते पुनरेवं व्यचिन्तयन् भविता भरतो राजा पाण्डवेयो महायशः अस्माकं दुःक्षयकरो दैवयोगेन केनचित् कथं त्रिभुवने नाथ सर्वेषां च पितामहः सृष्टिकर्ता जगद्वन्द्यशापमस्मासु दत्तवान् देवं विरञ्चिनं त्यक्त्वा गतिरन्यान विद्यते वैराजे भवनश्रेष्ठे तत्र देवस्य तिष्ठति स देवपुष्करस्थो वै यज्ञं यजति साम्प्रतम् गत्वा प्रसादयामस्थं वरं तुष्टप्रदास्यति एवं विचिन्त्यते सर्वे नागा गत्वा च पुष्करं यज्ञपर्वतमासाद्य शैलभित्तिमुपाश्रिताः दृष्ट्वा नागांस्तथा श्रान्तान्वारिधाराश्च शीतलाः उदङ्मुखा वै निष्क्रान्ता सर्वेषां तु सुखप्रदाः नाकतीर्थं ततो जातं पृथिव्यां भरदर्षभ नागकुण्ठं च वै केचित्सरितं चापरे ब्रुवन् पुण्यं तत्सर्वतीर्थानां सर्पाणां विषनाशनम् मज्जन्ति तत्र ये मर्त्या अधिश्रावणपञ्चमी न तेषां तु कुले सर्पापीठां कुर्वन्ति कर्हि चिद् श्राद्धं पितॄणां ये तत्र करिष्यन्ति नरा भुवि ब्रह्म तेषां परं स्थानं दास्यते नात्र संशयः नागानां तु भयं ज्ञात्वा ब्रह्मालोकपितामहः पूर्वोक्तं तु पुनर्वाक्यं नागानश्रावयत्तदा पञ्चमी सा तिथिर्धन्या सर्वपापहरा शुभा यतोऽस्यामेव सुदिधौ नागानां कार्यमुद्धृतं यदस्यां सर्वतो यस्तु कट्वम्लं परिवर्जयेत् क्षीरेण स्नापयेन्नागांस्तस्य ते यान्तिमित्रतां भीष्म उवाच शिवदूती यथा जादा येन चैव निवेशिता तन्मे सर्वं यथा तत्त्वं भवान् शंसितुमर्हसि पुलस्त्य उवाच शिवानीलगिरिं प्राप्ता तपसे धृतमानसाः रौद्री जडोद्भवा शक्तिस्तस्या शृणु नृपव्रतं तप कृत्वा चिरं कालं ग्रसिष्याम्यखिलं जगद एवमुद्दिश्य पञ्चाग्निं साधयामास भामिनी तस्या कालान्तरे देव्यास्तपं त्यास्तप उत्तमं रुरुर्नाम महातेजा ब्रह्मदत्तवरोऽसुरः समुद्रमध्ये रत्नाख्यं पुरमस्ति महाधनम् तत्रात्तिष्ठत्स दैत्येन्द्रः सर्वदेवभयं करः अनेकशतसाहस्रकोटिकोटिशतोत्तमैः असुरैरर्चितश्रीमान् द्वितीयो नमुचिर्यथा कालेन महदासोऽथ लोकपालपुरं ययौ जिगीषुसैन्यसंविदो देवैर्वैरमरोचयद उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोऽयं ववृधे दिवेगाद् अनेकनागग्रहमीनजुष्टमाप्लावयत्पर्वतसानुदेशान् अन्धस्थितानेकसुरारिशङ्खं विचित्रवर्मायुधचित्रशोभम् भीमं बलं चलितं चारुयोद्धं विनिर्ययौ सिन्धुजलाद्विशालम् तत्र द्वीपादैत्यभट्टाद्भ्युपेताः सयानखण्डाश्च समृद्धियुक्ताः विनिर्ययुस्वाकृतिभिर्चषाणां समत्वमुच्चै खलु दर्शयन्तः अश्वास्तथा काञ्चनसूत्रनद्धा रोहिदमत्स्या इव ते जलां ते व्यवस्थितास्तै सममेव तूर्णं विनिर्ययुर्लक्षशकोटिशश्च तथा रविस्यन्दनतुल्यवेगात् सचक्रदण्डाक्षदवेणुयुक्ताः रथाश्च यन्त्रोपरिपीडिताङ्गाश्चलत्पदाकास्वनितं विचक्रुः तथैव योधास्थगितास्तरीभिस्तिदीर्षवस्ते प्रवरास्त्रपाणयः रणे रणे लब्धजया प्रहारिणो विरेजुरुच्चैरसुरानुगाभृशं देवेषु वै रणे तेषु विद्रुतेषु विशेषतः असुराः सर्वदेवानामन्वधावंस्ततस्ततः ततो देवगणाः सर्वे द्रवं दोभयविह्वलाः नीलं गिरिवरं जग्मुर्यत्र देवी स्वयं स्थिता रौद्री तपोन्विदा धन्या शाम्भवी शक्तिरुत्तमा संहारकारिणी देवी कालरात्री दिव्यां विदुः साधु दृष्ट्वा तदा देवान् भयत्रस्तान्विचेतसः पप्रच्च विस्मया देवी प्रोद्भुल्लाम्बुजलोचना पृष्ठदो वो न पश्यामि भयं किञ्चिदुपागतम् कथं तु विद्रुदा देवा सर्वे शक्रपुरःसराः देवा ऊचुः अयमायादि दैत्येन्द्रो रुरुर्भीमपराक्रमः चतुरङ्गेण सैन्येन महदा परिवारितः तस्माद्दीना वयं देवीं भवदीं शरणं गदाः देवानामिति वै श्रुत्वा वाक्यमुच्चैर्जहाससा तस्यां हसन्त्यां निश्चेरुर्वराङ्ग्यो वदनात्तदः पाशाङ्कुशधरा सर्वापिनोन्नदपयोधराः सर्वाशूलधरा भीमा सर्वादंष्ट्राङ्गुशाननाः आबद्धमकुटाः सर्वासन्दष्टदशनच्छदा भूत्कारा वैरशिवैस्त्रास यं त्यश्चराचरम् काश्चिच्छु क्लाम्भरधरा काचिच्चित्राम्बरास्तथा सुनीलवसना काश्चिद्रक्तपानादिलालसाः नानारूपैर्मुखैस्तास्तु नानावेषवपुर्धराः ताभिरेवं मृदा देवी देवानामभयं करी मा भैष्टदेवा भद्रं वो यावद्वदति दानवः चतुरङ्गबलोपेदो रुरुस्तावत्समागतः तं नीलपर्वतवरं देवानां मार्गमार्गणः देवानामग्रदसैन्यं दृष्ट्वा देवी समाकुलं तिष्ठतिष्ठेदि जल्पन्दो दैत्यास्ते समुपागताः ततः प्रववृदे युद्धं तासां तेषां महाभयम् नाराचैर्भिन्नदेहानां दैत्यानां भुवि सर्पदां रोषाद्दण्ड प्रभग्नानां सर्पाणामिव सर्पदाद् शक्तिनिर्भिन्नहृदया यदा सञ्चूर्णितो रसः कुठारैर्भिन्नशिरसो मुसलैर्भिन्नमस्तकाः वृद्धोदरास्त्रिशूलाग्रैश्चिन्नग्रीवा वराशिभिः क्षताश्वरथमादङ्गपादाताः पेदुराघवे रणभूमिं समासाद्य दैत्याः सर्वे रुरुं विना ततो बलं हदं दृष्ट्वा रुरुर्मायां तदा ददे तया सम्मोहिता देव्यो देवाश्चापि रणाजिरे तामस्या मायया देव्या सर्वमन्धं तमोऽभवद। ततो देवी महाशक्या तं दैत्यं समताडयद। तया तु ताडितस्याजौ दैत्यस्य प्रगदं तमः मायायामध नष्टायां तामस्यां दानवोरुरुः। पादालमाविशतुर्णं तत्रापि परमेश्वरी देवीभिसहिता क्रुद्धा पुरदोभिमुखीस्थिता रुरोस्तु दानवेन्द्रस्य भीदस्याग्रे गदस्य च। नखाग्रेण शिरश्चित्त्वा चर्मचादाय वेगिदा निष्पपादाथ पातालात् पुष्करं च पुनर्गिरिम्। कन्यासैन्येन महदा बहुरूपेण भास्वता देवैस्तु विस्मितैर्दृष्ट्वा चर्ममुण्डधरारुरोः। स्वकीये तपसस्थाने निविष्टा परमेश्वरी तदो देव्यो महाभागाः परिवार्य व्यवस्थिताः। याचयामासुरव्यग्रास्तां तु देवीं बुभुक्षिताः। बुभुक्षिदा वयं देवि देहिनो भोजनं वरम्। एवमुक्त्वा ततो देवी दध्यौ तासां तु भोजनं नाद्य गच्छत् तदा तासां भोजनं चिन्तितं महद। तदा दध्यौ महादेवं रुद्रं पशुपतिं विभुं सोऽपि ध्यानात् समुत्थस्थौ परमात्मा त्रिलोचनः। उवाच रुद्रस्तां देवीं किं ते कार्यं विवक्षितं ब्रूहि देवि महामाये यत्ते मनसि वर्तते। शिवदूत्युवाच छागमध्ये दु वै देवच्छागरूपेण वर्तसे। एतास्त्वां भक्षयिष्यन्ति भक्ष्यमीप्सितमादराद। भक्षार्थमासां देवेश किं चिद्दातुमिहार्हसि। शूलीकुर्वन्ति मामेधा भक्षार्थिन्यो महाबलाः। अन्यथा मामपि बलाद्भक्षयेयुर्बुभुक्षिताः। एवं मां तु समालक्ष्य भक्ष्यं कल्पय सत्वरम्। रुद्र उवाच शिवदूदिब्रवीम्येकं प्रवृत्तं यद्युगान्तरे गङ्गाद्वारे दक्षयज्ञो गणैर्विध्वंसितो मम। तत्र यज्ञो मृगो भूत्वा प्रदुद्राव सुवेगवान्। मया बाणेन निर्विद्धो रुधिरेण प्रसेचितः। अजगन्धस्तद्दाभूदो नाम देवैस्तु मे कृतम्। अजगन्धस्त्वमेवेदि दास्ये चान्यत्तु भोजनम्। एतासां शृणु मे देवि भक्ष्यमेकं मयोचितं कथ्यमानं वरारोहे कालरात्रिमहाप्रभे। या स्त्री सर्गभा देवेशि अन्यस्त्री परिधानकं परिधत्ते स्पृशेद्वापि पुरुषस्य विशेषतः। सभागोस्तु वरारोहे कासाञ्चित्पृथिवीतले अप्येकवर्षं बालं तु गृहीत्वा तत्र वैबलात् भुक्त्वा तिष्ठं तु सुप्रीदा अपि वर्षशतान् बहून् अन्यासूदिगृहे छिद्रं गृह्णीयुस्तु ह्यपूजिताः निवसिष्यन्ति देवेशि तथा वै जातकारिकाः गृहे क्षेत्रे तडागे च वाप्युद्यानेषु चैव हि अत्येषु च रुदन्त्यो या स्त्रियस्तिष्ठन्ति नित्यशः तासां शरीरगाश्चान्या काश्चित्तृप्तिमवाप्नुयुः शिवदूत्य उवाच कुत्सितं भवदा दत्तं प्रजानां परिपीडनं न च त्वं बुध्यदे दातुं शङ्कररस्य विशेषतः त्रपाकरं यद्भवति प्रजानां परिपीडकं न तु तद्युज्यते दातुं तासां भक्ष्यं तु शङ्कर रुद्र उवाच अवं त्यां तु यदा स्कन्दो मया पूर्वं तु भद्रिदः चूडाकर्मणि वृत्ते तु कुमारस्य तदा शुभे आगत्यमादरो भक्ष्यमपूर्वं तु प्रचक्रिरे देवलोकाद्देवगणामातॄणां भोक्तुमागताः तासां गृहे यदा पूर्वं ब्रह्माद्याः सुरसत्तमाः गन्धर्वाप्सरसश्चैव यक्षाः सर्वे च गुह्यकाः मेर्वादयः शिखरिणो गङ्गाद्याः सरितस्तथा सर्वे नागा गजासिद्धाः पक्षिणो सुरसूदनाः डाकिन्यः सह वेदालैर्वृताः सर्वैर्ग्रहैस्तदा किमुक्ते नामुना देवि यत्सृष्टं ब्रह्मणात्विह तत्सर्वं भोजनं दत्तं स्वेच्छान्नं च न भोगतं शिवदूत्युवाच आसां कृतं देहि भोज्यं दुर्लभं यत्त्रिविष्टवे स्नेहाप्तं सगुडं हृद्यं सुपक्वं परिकल्पितं क्वचिन्नान्येन यद्भुक्तमपूर्वं परमेश्वर एवमुक्तस्तदा सोऽपि देवदेवो महेश्वरः भक्ष्यार्थं तास्तदा प्राह पार्वत्याश्चैव सन्निधौ मया वै साधितं चान्नं प्रकारैर्बहुभिकृतं तत्सर्वं च व्ययं यादं न चान्यदिह दृश्यते भवती स्वागता स्वद्य किं मया देयमुच्यताम् अपूर्वं भवदीनां यन्मया देयं विशेषतः अस्वादितं न चान्येन भक्ष्यार्थे च ददाम्यहम् अधोभागे जमे नाभेर्वर्तुलौ फलसन्निभौ भक्षयध्वं हि सहिता लम्बौ मे वृषणाविमौ अनेन चापि भोज्येन परा तृप्तिर्भविष्यति महाप्रसादं ता लब्ध्वा देव्यसर्वास्तदा शिवम् प्रणिपत्य स्थिता शर्व इदं वचनमब्रवीत् करिष्यन्ति शुभाचारान् विना हास्येन ये नराः तेषां धनं पशुपुत्रा दाराश्चैव गृहादिकं भविष्यदि मया दत्तं यच्चान्यन्मनसि स्थितं हास्येन दीर्घदशना दरिद्राश्च भवन्ति ते तस्मान्निन्दा हास्यं च कर्तव्यं हि विजानता भवत्यो मातरख्यादा ह्यस्मिन् लोके भविष्यथ उपहारे नरायेदु करिष्यन्ति च कौमुदीं चणकान् पूरिकाश्चैव वृषणै सह पूपकान् बन्धुभिस्वजनैश्चैव तेषां वंशो न छिद्यते अपुत्रो लभते पुत्रं धनार्थी लभते धनं रूपवान् सुभगो भोगी सर्वशास्त्रविशारदः हंसयुक्तेन यानेन ब्रह्मलोके महीयते शिवदूदिमयाप्येवं तासां दत्तं च भक्षणं त्रपाकरं किं भवत्या उक्तोऽहं तन्निशामय जयस्व देवि चामुण्डे जय भूतापहारिणि जय सर्वगदे देवि कालरात्रि नमोऽस्तु ते विश्वमूर्तियुधे शुद्धे विरूपाक्षि त्रिलोचने भीमरूपे शिवे विद्ये महामाये महोदरे मनोजये मनोदुर्गे भीमाक्षिक्षुभिदक्षये महामारिविचित्राङ्गि गीतनृत्यप्रिये शुभे विकराली महाकाली कालिके पापहारिणि पाशहस्ते दण्डहस्ते भीमहस्ते भयानके चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले शिवयानप्रिये देवि प्रेदासनगदे शिवे भीमाक्षी भीषणे देवि सर्वभूतभयङ्करि कराली विकराले च महाकालि करालिनि कालि कराल विक्रान्ते कालरात्रि नमोऽस्तु ते सर्वशस्त्रभृदे देवि नमो देवनमस्कृते एवं स्तुदा शिवदूदी रुद्रेण परमेष्टिना स्तुतोष परमादेवी वाक्यं चैव मुवाचः वरं वृणीष्व देवेश यत्ते मनसि वर्तते रुद्र उवाच स्तोत्रेणानेन ये देवि स्तोष्यन्ति त्वां वरानने तेषां त्वं वरदा देवि भव सर्वगदा सदी इमं पर्वतमारुह्य यः पूजयति भक्तितः सपुत्रपौत्रपशुमान् समृद्धिमुपगच्छतु यश्चैवं शृणुयाद्भक्त्यास्तवं देवि समुद्भवम् सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु भ्रष्टराज्यो यदा राजा नवम्यां नियतशुचिः अष्टम्यां च चतुर्दश्यां स सोपवासो नरोत्तम संवत्सरेण लभदां राज्यं निष्कण्टकं पुनः येषा ज्ञानान्विदा शक्तिशिवदूतीति चोच्यते य एवं शृणुयान्नित्यं भक्त्या परमया नृप सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले सर्वमेतद्फलं प्राप्य ब्रह्मलोके महीयते यत्रैत्तल्लिखितं गेहे सदा तिष्ठति पार्थिव न तत्राग्निभयं घोरं सर्वचोरादिसम्भवं यश्चेदं पूजयेद्भक्त्या पुस्तकेऽपि स्थितं बुधाः तेन चेष्टं भवेत् सर्वं त्रैलोक्यं सचराचरं जायं ते बहवः पुत्रा धनं धान्यं वरस्त्रियः रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवन्ति च यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेद् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे शिवदूतीचरितं नाम एकत्रिंशोऽध्यायः ॐ